पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 57 विष्णुरुवाच क्रीडा सदिरूपा धरा प्रभूत्वा गेहं गदाचारु पतिव्रतायाः तमागदां सत्यस्वरूपयुक्ता सा सादरं वाक्यमुवाच धन्या वाक्यै सुपुण्यै परिपूजिता सा उवाच क्रीडा सुकलां विहस्य मायानुगं विश्वविमोहनं सदी प्रत्युत्तरं सत्यप्रमेययुक्तं ममापि भर्ता प्रबलो गुणज्ञो धीरसविद्यो महिमा प्रयुक्तः त्यक्त्वा गतः पाप तरां सुपुण्यो मामेव नाथ शृणु पुण्यकीर्तिः वाक्यस्तु पुण्यैरबलास्वभावादाकर्ण्य सर्वं सुकलासमुक्तं संशुद्धभावां च विचिन्त्य चाह कस्मात् गदसुन्दरि तेद्यनाथः विहायते रूपमदीव सत्यमाचक्ष्व सर्वं भवदी सुभर्तुः ध्यानोपयुक्ता सकलं करोति सखी स्वरूपा गृहमागदामि क्रीडा बभाषे शृणु सत्यमेदं चारित्रभावं मम भर्तुरस्य अहं प्रिये यस्य सदैव युक्ता यमिच्छदे तं प्रति सान्द्वयामि कर्तुः सुपुण्यं वचनं सुभर्तुर्ध्यानोपयुक्ता सकलं करोमि एकान्तशीला सगुणानुरूपा शुश्रूषयैकस्तमिहैव देवि मम पूर्वविपाकोऽयं सम्प्रत्येव प्रवर्तते यतस्त्यक्त्वा गतो भर्ता मामेवं मन्दभागिनीं सखेन धारये जीवं स्वकीयकायमेव च पत्या हीना कथं नार्यः सुजीवन्ति च निर्घृणाः रूपशृङ्गारसौभाग्यं सुखं सम्पच्च नान्यथा नारीणां हि महाभागो भर्ता शास्त्रेषु गीयते तया सर्वं समाकर्ण्य यदुक्तं क्रीडया तदा सत्यभावं विदित्वा सा मेने सम्भाषितं तदा विश्वस्ता सा महाभागा सुकला पतिदेवता तामुवाच पुनः सर्वमात्मचेष्टानुगं वचः समासेन समाख्यातं पूर्ववृत्तान्तमात्मनः यथा भर्ता गतो यात्रां पुण्यसाधनतत्परः आत्मदुःखं सुसत्यं च तप एव मनस्विनि बोधिदा क्रीडया साधु समाश्वास्य पतिव्रता सुद उवाच एकतादु तया प्रोक्तं क्रीडया सुकलां प्रति सखे पश्यवनं सौम्यं दिव्यवृक्षैरलङ्कृतं तत्र तीर्थं परं पुण्यमस्ति पादकनाशनं नानावल्ली विधानैश्च सुपुष्पैः परिशोभितम् आवाभ्यामपि गन्तव्यं पुण्यहेदोर्वरानने समाकर्ण्यतया सार्धं सुकला मायया तदा प्रविवेशवनं दिव्यं नन्दनोपममेव सा सर्वर्तु कुसुमोपेदं कोकिलाशतनादितं गीयमानं सुमधुरैर्नादैर्मधुकरैरपि पूजद्भिः पक्षिभिः पुण्याय पुण्यध्वनि समाकुलम् चन्दनादिकवृक्षैश्च सौरभैश्च विराजितं सर्वभोगैः सुसम्पूर्णं माधव्या माधवेन वै रचितं मोहनायैव सुकलायाश्च कारणाद् तया सार्धं प्रविष्टा सा तद्वनं सर्वभावनम् ददर्श सौख्यदं पुण्यं मायाभावं न विन्दति वीक्षमाणा वनं दिव्यं तया सह जनेश्वर चक्रोऽपि चाभ्यया तत्र देवमूर्तिविराजितः तया दूत्या समं प्राप्तकामस्तत्र समागतः सर्वभोगपदिर्भूत्वा कामलीलासमाकुलः काममाह समाभाष्य एषा सा सुकलागदा प्रखरस्व महाभागक्रीडाया पुरतस्थितां मायां कृत्वा समानीदा क्रीडया तव सन्निधौ पौरुषं दर्शयाद्यैव यद्यस्ति कुरु निश्चितं काम उवाच आत्मरूपं दर्शयस्व चतुरं लीलयान्वितं येनाहं प्रहराम्येदां पञ्चबाणैः सहस्रदृक इन्द्र उवाच क्वास्ते ते पौरुषं मूढ येन लोकं विडम्बसे ममाधारपरो भूत्वा योद्धुमिच्छसि साम्प्रतं काम उवाच तेनापि देवदेवेन महादेवेन शूलिना पूर्वमेव हृदं रूपं मम कायो न विद्यते इच्छाम्यहं यदा नारीं हन्तुं शृणुष्व साम्प्रतं पुंसां कायं समाश्रित्य आत्मरूपं प्रदर्शये पुमांसं वा सहस्राक्ष नाह्याकार्यं समाश्रये पूर्वदृष्टा यदा नारी तामेव परिचिन्तयेत् चिन्त्यमानस्य पुंसस्तु नार्यारूपं पुनः पुनः अदृष्टं तु समाश्रित्य पुंसमुन्मादयाम्यहं तथाप्युन्मादयाम्येवं नारीरूपं न संशयः संस्मरणास्मरो नाम मम जातं सुरेश्वर तां दृष्ट्वा तादृशोरङ्गवस्तुरूपं समाश्रये आत्मतेजप्रकाशेन बाध्य बाधकतां व्रजेद नारीरूपं समाश्रित्य धीरं पुरुषं प्रमोहयेद् पुरुषं तु समाश्रित्य भावयामि सुयोषितं रूपहीनोऽस्मि हे इन्द्र अस्मद्रूपं समाश्रयेत् तव रूपं समाश्रित्यतां साधये यथेप्सिताम् एवमुक्त्वा स देवेन्द्रं कायं तस्य महात्मनः सखासौ माधवस्यापि समाश्रित्य सुमायुधः तामेव हन्तुं कुसुमायुधोऽपि साध्वीं सुपुण्यां कृकलस्य भार्यां समुत्सुकस्तिष्ठति बाणलक्षं तस्याश्च कायं नयनैर्विलोक्य इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने सुकलाचरित्रे सप्तपञ्चाशत्तमोऽध्यायः ॐ